मया अद्य किञ्चिदपि न पठितम्, अतः अहं न जाने कथं भवति, भवन्तः एव कुर्वन्तु. प्रारभ्यताम्. हाँ, अथ चतुर्थो निश्वासः। तत्तु स्फुटकमस्ति, कार्यं वा साधयेयं, देहं वा पातयेयम् इति। तत्र कार्यं साधयेयम्। हा, अग्रे मासोऽयम् आषाढः, अस्ति च सायं समयः, अस्तं जिगमिषुर्भगवान् भास्करः सिन्दूरद्रवस्नातानाम् इव वरुणदिग्वलम्बिना तत्र दिग्वलम्बिनाम् अरुणवारि. वरुणदिग्वलम्बिनाम् अरुणवारिवाहानाम् अभ्यन्तरं प्रविष्टः। ओ, कलविङ्काश्चाटकैः अरुतैः परिपूर्णेषु नीडेषु प्रतिनिवर्तन्ते, वनानि प्रतिक्षणं अधिकाधिकां श्यामतां कलयन्ति। अथ अकस्मात् परितो मेघमाला पर्वतश्रेणीव प्रादुरभूत्। क्षणं सूक्ष्मविस्तारा, परतः प्रकटितशिखरिशिखरविडम्बना, अथ दर्शितदीर्घशुण्डमण्डितदिगन्तदन्तावलभयानकभयानकाकारा, ततः पारस्परिकसंश्लेषविहितमहान्धकारा च समस्तं गगनतलं पर्यच्छदीत्. पर्यच्छदीत्। सूर्योदयस्य विषयः सम्यक् अस्ति. अत्र पठन्तु. आषाढमासः सायंकाले भास्करः सिन्दूरद्रवस्नातानामिव सिन्दूरद्रवस्नातानाम् अस्तं जिगमिषुः भगवान् भास्करः. ओ, अतः सायङ्कालसमयः, न तु प्रातःकालः. सायङ्कालं सायं समयः. सायं अस्तु. समयः तत्र सिन्दूरद्रवस्नातानामिव वरुणदिगवलम्बिनाम् अरुणवारिवाहानाम् अभ्यन्तरं प्रविष्टः। अतः वरुणस्य पश्चिमा, खलु खलु, वरुणस्य, वरुणः तस्य पश्चिमायाः पश्चिमति। दिशः अधिपतिः. अत्र तत्रैव खलु भगभास्करस्य अस्तमनम्. आम्, अतः वरुणदिकवलम्बिनाम् अरुणवारिवाहानां, ततः तत्र जलदाः मेघाः अपि अरुणवर्णीयाः भवन्ति. आमामाम् तेषां मध्ये अभ्यन्तरं प्रविष्टः भगवान् भास्करः। सूर्यः. कलविङ्काः चाटकैः अरुतैः परिपूर्णेषु नीडेषु निवर्तन्ते। कलविङ्का अत्र कलविङ्काः इत्युक्ते किं? चटकाः एव. ओ, पुनः किं, पुनः चटकैः इति अस्ति किञ्चित्, तत्र कलविङ्कचटकैः, कलविङ्काः चाटकैः अरुतैः ओहो, इत्युक्ते तेषां ध्वनिः, चटकः ध्वनिं कुर्वन्ति इति कारणात् तेषां नाम अपि चाटकम् इति भवति इति मन्ये. पश्यतां, दीटिकायां पश्यामः. ओ न न, तत्र श्रद्धा स्थितान्तपदं. चटकानाम् आपत्यानि चाटकैः, ओ चाटकाः. आमामाम् ओ, तस्य दशरथस्य दाशरथिः वा? अस्तु, आमामाम् वसुदेवस्य चाटकैः। वासुदेवः इति. अतः भवतु अर्हति. चटकैः अरुतैः ध्वनिभिः इति अस्ति, चिन्तयामि. ऋतं परिपूर्णेषु नीडेषु। ऋतम् इत्युक्ते किञ्चित् सङ्गीतरूपेण ध्वनिः भवति खलु, पक्षिणां कलकलशब्दः, तेषां नाम भवति ऋतम् इति. अतः ऋतैः अथवा ऋतैः. तत्र पूर्णेषु नीडेषु प्रतिनिर्वर्तन्ते, नाम चाटकाः पुनः नीडं प्रति आगमिष्यन्ति आगच्छन्ति। वनानि प्रतिक्षणं सायङ्कालः इति कारणात् नीडं प्रत्यागमिष्यन्ति ते इति. आम् अनन्तरं वनानि प्रतिक्षणम् अधिकाधिकां श्यामतां कलयन्ति, श्यामतां गच्छति गच्छन्ति वनानि. अथ अकस्मात् परितः मेघमाला पर्वतश्रेणीव प्रादुरभूत्. ओहो नाम तत्र मेघमाला एवं पर्वतवत् पर्वतश्रेणीवत् मेघानां समूहः प्रादुर्भवति, झटिति आगच्छति, दृश्यते इति. क्षणं सूक्ष्मविस्तार परतः प्रकटितशिखरीशिखरविडम्बना. एतत् सर्वं कस्य विशेषणम्? तत्र क्षमेण अन्धकार. इति, अत्र साधारणतया सायङ्काले पूर्णतया अन्धकारः न भवति इति कारणात् सूक्ष्मविस्ताराः भवन्ति. अनन्तरं मेघाः तत्र अनन्तरम् आकाशे शिखरिशिखरविडम्बनात् प्रकटिताः भवन्ति, पर्वतानां श्रेणयः प्रकटिताः भवन्ति. आमामाम् आम् कथं भवितुमर्हन्ति इतर पश्यामः. अनन्तरं अत्र दर्शित दर्शितः दीर्घशुण्ड मण्डित दिगन्त दन्तावल ओ भयानकाकारा दिग्गजाः इति, दिग्गजः. दिगन्तदन्तावलाः दिग्गजाः भयानकाकाराः. ततः पारस्परिक संश्लेष विहित महान् महान्धकारा महान्धकाराः च महान्धकारा अन्धकारा च समस्तं गगनतलं पर्यच्छदीत्. अत्र पारस्परिकसंश्लेष इत्युक्ते मेघ गजा दिग्गजाः बहु बृहदाकाराः भवन्ति खलु, तत्र परस्परं तेषां संश्लेषः किञ्चित् सङ्गमरीत्या बहु सामीप्ये वर्तन्ते चेत्, अतः तदेव दिग्गजाः सर्वे भूताकारे भवन्ति. अनन्तरं प्रायः सायङ्कालः अन्धकारः इति कारणात् कृष्णवर्णीयाः भवन्ति इति कारणात् महान्धकारः सर्वत्र, गगनतलमपि पर्यावरणन्ति इति. टीकायाम् एकवारं पश्यतु. हा तत्र टीकायां कलविङ्काः चाटकाः तत्सर्वम् इति अवगतं, तद् अवगतं. कलविङ्काः चाटकाः तत्सर्वं, केवलं शिखरीशिखराणां दिग्गजानां महीधर ओ तत् विडम्बनम् अनुकृति दर्शितः प्रकटीकृतः लम्बायमानेन करेण शुण्डेन मण्डितस्य भूषितस्य दिगन्तदन्तावलस्य दिक्करिणः दिग्गजाः. भयानकः भीतिप्रदः आकारः आकृतिः यया सा पारस्परिकसंश्लेषेण इतरेतरमेलनेन तदेव परस्परसङ्गमेन इति. उत्पादित अन्धकारः अन्धतमसं यया सा इति किं सूचयति? तत्पूर्वतनप्रश्नं दर्शयतु. अकस्मात् परितः मेघमाला वा पर्वत श्यामतां कलयन्ति, अकस्मात् परितः मेघमाला इति स्त्रीलिङ्गपदं खलु, अतः आमामाम् मेघमालायाः विषये एवं सूक्ष्मविस्तारा इति प्रकटितशिखरीशिखरविडम्बना. आरम्भे केवलं किञ्चित् सूक्ष्मरूपेण एव दृश्यन्ते, अनन्तरं तथा क्रमेण सर्वे विषयाः, सर्वाणि दृश्याणि प्रकटीकृतानि भवन्ति. अपि च कुत्रचित् गजवत् आकारः भवति. अन्धकारस्य विषयः तावदेव. अस्तु भगिनी, भगिनी भव्या भगिनी पठति किम्? आम् आं भगिनि. अस्मिन् समये एकः षोडश वर्षदेशीयः गौरः युवा हयेन पर्वतश्रेणेर् श्रेणिर् श्रेणेः श्रेणिर् उपर्युपरि श्रेणीः द्वितीय बहुवचनं श्रेणीः उपरि उपरि गच्छति स्म. एषः सुघटितदृढशरीरः, श्यामश्यामौ गुच्छगुच्छैः, कुञ्चितकुञ्चितैः, कचकलापैः, कमनी श्यामश्यामैः गुच्छगुच्छैः श्यामश्यामैः गुच्छगुच्छैः कुञ्चितकुञ्चितैः कलापैः कपिल अस्तु कलापैः इति कपालः न भवति. कचकलापैः कमनीयकपोलपालिः ओहो दूरागमनायासवशेन सूक्ष्ममौक्तिकपटलेन एव स्वेदबिन्दुव्रजे पटलेन इव भवति खलु एकारः न तु ऐकारः. स्वेदबिन्दुव्रजेन समाच्छादितललाटकपोलनासाग्र उत्तरोष्टः प्रसन्नवदनाम्भोजप्रदर्शितदृढसिद्धान्तमहोत्साहः रजतसूत्रशिल्पकृत राजत राजतसूत्रशिल्पकृत बहुल चाकचक्यवक्र हरितोष्णीयशोभितः ओहो उष्णीष शोभितः. शोभितः हरितेन एव च कञ्चुकेन प्रकटीकृत व्यूढगूढचरिताकार्यः ओ शिववीरस्य विश्वासपात्रं सिंहदुर्गात् तस्य एव पत्रमादाय तोरणदुर्गं प्रयाति ओहो एतत्तु इदानीं अग्रिमः निश्वासः इति कारणात् कथायाः भिन्न विषयः भवति इति कथायाः. कश्चन गुप्तचरः तत्र गच्छति अर्थः अवगतः खलु. अग्रे सरामः वा तत् कस्मिन्नपि वाक्ये किञ्चित् भ्रमः अस्ति चेत् तत्रापि क्षम्यतां तत्र एव वयं किञ्चित् चर्चयामः कुत्रापि अस्ति चेत्. अत्र गमन अत्र ककारस्य पुनरुक्तिः पश्यतु कथम् अस्ति इति. अत्र इतोपि पृष्ठतः गच्छतु. अत्र सुघटितदृढशरीरः सः गौरः युवा हयेन पर्वतश्रेणीः उपरि उपरि गच्छति स्म. आरोहणं कुर्वन् आसीत् पर्वतारोहणं कुर्वन् आसीत् अश्वे स्थित्वा. सुघटितदृढशरीरः तस्य श्यामश्यामैः गुच्छगुच्छैः कुञ्चितकुञ्चितैः कचकलापैः तस्य केशानां वर्णनम् एतत् सर्वम् अस्तु. अत्र श्यामवर्णीयः गुच्छं गुच्छम समूहरीत्या गुच्छं गुच्छरीत्या भवति. कुञ्चितकुञ्चितैः कचकलापि कुञ्चितकुञ्चितैः इत्युक्ते प्रायः किञ्चिदिव कुटिलम् इति भवितुम् अर्हति इति चिन्तयामि. अनन्तरं कचकलापैः कमनीयकपोलपालिः कपोलपाली इत्युक्ते अहं चिन्तयामि एतत् कपोलभागस्य चीक् इति वदामः खलु तत् गण्डस्थलम् अथवा गण्डस्थलं जा इति. अत्र रजतसूत्रशिल्पकृतबहुल चाकचक्यवक्र इति किम् अत्र रजत इत्युक्ते राजत इति भवति लोहः. रजतसूत्रशिल्पकृतबहुलचाकचक्यवक्रहरितोष्णे शोभितः तत् तस्य उष्णीष इत्युक्ते शिरसः वस्त्रं भवति खलु शिरसे आवरणं कर्तुं. साधारणतया एते मुस्लिम् जनाः तथा सर्वदा तेषु दिनेषु सर्वेषां शिरसि तादृश उष्णीषः साधारणतया उष्णीषेण सह एव मुसल्मानाः अग्रे बहिः आगच्छन्ति तदपि तेषु दिनेषु. अतः वक्र तत्र तत्रापि उष्णीषेपि बहु चित्रविचित्र कलापः भवितुम् अर्हति इत्युक्ते एम्ब्राय्ड्रि इत्यादीनां कदाचित् सुवर्णसूत्रेण क्रियते कदाचित् रजतसूत्रेण अपि एम्ब्राय्ड्रि रीत्या क्रियते अलङ्कारः. तदेव रजतसूत्र शिल्पकृतबहुलचाकचक्य इत्युक्ते उत्तम तादृश कलाकाराः वर्तन्ते तादृशवस्त्रं कर्तुं तैः बहुलचाकचक्येन सामर्थ्येन बहु चमत्कारेण कृतम् उष्णीषं हरितोष्णीषं धृतवान् सः. अतः उष्णीषेण शोभितः सः। तथा हरितेनैव कञ्चुकेन प्रकटीकृत व्यूढगूढचरताकार्यः। अतः अहं न जानामि कथं कञ्चुकः भवति चेत् गूढचारः इति वा अथवा प्रकटीकृतव्यूढगूढचरताकार्यः। अस्तु, व्यूढ इत्युक्ते किञ्चित् रहस्यम् इति अर्थः भवति इति चिन्तयामि। टीकायाम् अस्ति चेत् पश्यामः। व्यूढमिति अङ्गीकृतम् इति दत्तमस्ति. ओ अस्तु, अतः इतोपि किञ्चित् अधः करोतु महोदय, पश्यामः। कञ्चुकेन प्रकटीकृतव्यूढगूढचरताकार्यः, सः गूढचराचारकार्यं सः अङ्गीकृतवान्। अनन्तरं कोऽपि शिववीरस्य विश्वासपात्रं, शिववीरस्य पक्षात् एव गच्छति सः। सिंहदुर्गात् तस्यैव पत्रमादाय तोरणद्रुं प्रयाति। इदानीं तेषु दिनेषु सर्वत्र एवमेव खलु, सर्वत्र द्वेषः, परस्परं युद्धं, राज्यस्य अपहरणम्, एतत्र एतादृशघटनाः एव खलु। अतः गूढचाराणां बहुधा परस्परं यातायातं भवति एव। तदपि शत्रुराज्यं गन्तुं तेन वेषेन एव गन्तव्यं भवति तैः। अतः सः अपि शिववीरस्य चाररूपेण विश्वासपात्रः सिंहदुर्गात् तत्र गतवान्, तोरणदुर्गं। पश्यतु, षोडशवर्षीयाः इत्युक्ते चेदपि युवकः भवति इत्यपि, इदानीन्तनकाले षोडशवर्षीयाः इत्युक्ते बहु बालत्वमेव दृश्यते खलु। अस्तु, अग्रे केन पठ्यते? विमला भगिनी। आम् महोदय, पठामि. अत्र तावत् तावद् अकस्मात् उत्थितो महान् झञ्झावातः एकः सायंसमयोपयुक्तः स्वभाववृत्तोऽन्धकारः स च द्विगुणितो मेघमालाभिः झञ्झावातोद्धूतैः रेणुभिः शीर्णपत्रैः कुसुमपरागैः शुष्कपुष्पैश्च पुष्पैश्च पुनरेषः द्वैगुण्यं प्राप्तः इह पर्वतश्रेणीतः पर्वतश्रेणीः वनात् वनानि शिखरात् शिखराणि प्रपातात् प्रपाताः अधित्यकात् कात् कात् ओ कातः अधित्यकातः अधित्यकाः अधित्यकात् अधित्यकाः उपत्यकातः उपत्यकाः न कोऽपि सरलः मार्गः नानुद्भेदिनी भूमिः पन्था अपि च नावलोक्यते. क्षणे क्षणे हयस्य खुराः चिक्कणपाषाणखण्डेषु प्रस्खलन्ति. पदे पदे दोधूयमानाः वृक्षशाखाः सम्मुखमाग्नन्ति. परं दृढसङ्कल्पोऽयं सादि न स्वकार्यात् विरमति. तत्र परितः स हडहडाशब्दं दोधूयमानानां परस्सहस्रवृक्षाणां पाताघातसञ्जातपाषाणपातानां प्रपातानां महान्धतमसेन प्रस्यमानानामिव सत्त्वानां क्रन्दनस्य च भयानकेन स्वनेन कवलीकृतमिव गगनतलम्. अत्र तत् ग्रस्यमानानामिव महान्धतमसेन ग्रस्यमानानामिव। ओ अस्तु अस्तु, नोत् प्रस्यमाना अस्तु, ग्रस्यमानानामिव सत्त्वानां महान्धतमसेन ग्रस्यमानानामिव सत्त्वानां क्रन्दनस्य च भयानकेन स्वनेन कवलीकृतमिव गगनतलम्. वर्णनं कथमस्ति पश्यतु, अवगतम् इति मन्ये, सरलः एव अस्ति। एकैकमपि पदं यदा पठ्यते तदा वयं तत् अर्थमपि स्वीकुर्मः, तदा अवगम्यते एव। अस्तु, तत्र खुराश्चिक्कणपाषाणखण्डेषु इत्युक्ते सः अश्वारोही एव खलु, अश्वमारुहे एव गतवान्। तस्य चिक्वणपाषाणखण्डेषु इत्युक्ते तत्र पाषाणखण्डाः मृदुः अपि भवन्ति, चिक्वण इति मृदुः इति भवति, अथवा इतोपि भिन्नः अर्थः इति तत्र किञ्चित् अग्रे उपरि ज्ञायतु अस्ति चिक्वणपाषाणखण्डेषु। अस्तु, स्निग्धा स्निग्ध स्निग्धा अश्वक स्निग्ध अश्वशकलेषु अश्मशकलेषु, शकलेषु, अश्मन् इत्युक्ते शिला, शिला। अतः स्निग्ध इति भवति अत्र, चिक्वणम् इति, चिक्वणम् इत्युक्ते मृदुः इत्यपि अर्थः, अत्र डेन्स् इति भवति, स्निग्ध अश्मशकलेषु शिलाखण्डेषु पदे पदे स्खलनं भवति एव, परन्तु दृढसङ्कल्पः, अतः सादि अश्वारोही स्वकार्यात् न विरमति. परितः स हडहडा शब्दं, हडहडा शब्दं शब्दं दोधूयमानानां दोधूयमानानां परसहस्रवृक्षाणां क्षाणां गडगड हडहडा शब्दाः शब्दभवति शब्दं शृणोति. झंझावात, अपि च वाताघातसञ्जातपाषाणपातानां प्रपातानां। ओ, अतः पाषाणखण्डाः पतन्तः एव सन्ति बहु वातस्य कारणात्. अपि च महाअग्रतमजेन ग्रस्यमानानामिव सत्त्वानाम् इति, सत्त्वानाम् इत्युक्ते सत्त्वान्ति मृगाः, क्रूरमृगाः अस्तु तत्र मत्वा। तत्र अन्धकारेण अग्रन् एव ग्रस्यमानाः, खादिताः इव तादृश ग्रस् प्राणिनां मृगाणां क्रन्दनस्य शब्दः भवति, अतः तत् स्वनं, स्वनः शब्दः, स्वनशब्दः भवति। भयानकशब्देन कवलीकृतमिव आसीत् गगनतलम्. यदा भूमौ ये मृगाः सन्ति भयान क्रूरमृगाः, भयेन ते क्रन्दन्ति, तस्य प्रतिध्वनिः गगने सर्वत्र आगच्छति खलु, तदपि पर्वतस्थलम् इति कारणात् प्रतिध्वनिः पदे पदे आगच्छति, अतः इतोपि शब्दस्य आधिक्यम् अधिकं भवति खलु, आ महोदय, श्रूयते. तत्र कदा तावदेव तावदेव वा अग्रे पठनीयम्? तावदेव। अन्य कोऽपि महोदय, पठेत्? हा परं न एषः वीरः स्वकार्याद् विरमति, कदाचित् किञ्चित् भीत इव घोटकः पादाभ्याम् उत्तिष्ठति, कदाचित् चलन् अकस्मात् परिवर्तते, कदाचित् उत्प्लुत्य च गच्छति। परं परमे परमे परम् एषः परम वीरः एषः परम् वीरः. एषः वीरः वल्गां संयच्छन् मध्ये वा मध्ये मध्ये मध्ये मध्ये मध्ये मध्ये. मध्ये मध्ये सैन्धवस्य स्कन्दौ कन्दरां च करतलेन अस्फोटयन् आस्फोटयन् अत्र चुच्युत् एकं तत्र पश्यतु, अवग्रहचिह्नद्वयमस्ति खलु, तदेव सूचयति किञ्चित् अधिक दीर्घः इति, प्लुतस्य अपि तथा एव भवति खलु, दीर्घादपि दीर्घः, दीर्घतरः भवति इति, अतः तत्पूर्वम् आकारः अस्ति करतलेनास्फोटयन् इति, अतः तत्र आकारः दीर्घः एव भवति इति कृत्वा तथा पठितव्यम्. तत्र प्लुत इवत् पठनीयं वा केवलं दीर्घस्वरः न न, उच्चारणीयः? तत्र केवलं प्रायः पूर्वतनग्रन्थेषु एतादृश अवग्रहचिह्नद्वयं सूच्यते, इदानीन्तनकाले न दृश्यते, केवलम् आकारः एव उच्चारणीयः खलु भगिनि? आकारः एव, तत्र तदर्थं करतलेनास्फोटयन् इति वक्तुं न शक्नुमः खलु, आस्फोटयन् एव केवलं, कदाचित् महाबलेश्वरभट्टः लघुसिद्धान्तकौमुदीं किञ्चित् कालं यावत् प्रायः वर्षद्वयं पाठितवान्, कदाचित् न तु प्रतिसप्ताहं मध्ये मध्ये विरामः तथा एव पाठितवान् लघुसिद्धान्तकौमुदीं. तदा पृष्ठस्य उदाहरणं सन्धिपाठे पृष्ठस्य उदाहरणं वक्तुम् एवमेव, रामा आगच्छ इति पृष्ठस्य कृते, अतः परन्तु इदानीन्तनकाले तथा पृष्ठस्य उच्चारणं, दीर्घस्य उच्चारणमेव क्लेशाय भवतु. अग्रे चुच्युत्कारेण अवगतम् इति सह मन्ये, अवगतं खलु, अतः अवगतः वा, अश्वं सह सन्देहः अस्ति चेत् पृच्छन्तु, पश्यन्तु टीकायां. चुच्युत्कारेण सान्त्वयन् न स्वकार्यात् विरमति। न विरमति, न तावत् एषः विरमति. तावद् आरब्धः च हा तावद् आरब्धः च हम चञ्चल चन् चन् चञ्चल अचञ्चञ्चल वा चन् चञ्चल तावदारभ्यः चञ्चित् चञ्चल चञ्चत् चञ्चल चञ्चत् चञ्चल चञ्चत् चञ्चल छामीकर रेखाकाराभिः चञ्चलाभिः अपि स्वचमत्कारः अत्र मध्ये मध्ये एतादृशविषमस्थलं निम्नोत्तरस्थलानि यदा आगच्छन्ति तदापि सः कथमपि किञ्चित् सर्वान् क्लेशान् निवार्य अग्रे अग्रे गच्छति स्म एव खलु, स्वकार्यात् न विरमति. अनन्तरं तदा तादृशसमयेषु अत्र अश्वः इति वक्तुं कदाचित् हयः इति आसीत्, कदाचित् सैन्धवः इति, घोटकः इति एकस्मिन् स्थले अस्ति. भिन्नभिन्नपदानि अश्वान् अश्वस्य कृते आगच्छन्ति. अनन्तरं मध्ये मध्ये सैन्धवस्य स्कन्धौ कन्धरामपि करतलेन आस्फोटयन् मध्ये मध्ये किञ्चिदिव मृदु तत्र किञ्चित् ताडनम् इत्यपि वक्तुं न शक्नुमः, केवलं करतलेन पदे पदे तस्य उत्साहयति. अनन्तरं सान्त्वयं च चुचुत्कारेण सान्त्वयं च तत्र चञ्चत् भिन्नं, चुचुत्कारः इत्युक्ते किञ्चित् बहु मृदु भाषणं, तथा सान्त्वयं च स्वकार्यात् सः न विरमति. अनन्तरं तावद् आरब्धः, कः आरब्धः? चञ्चत् चञ्चल चामीकर रेखाकाराभिः चञ्चलाभिरपि चमत्कारः, कोऽपि चमत्कारः तत्र आगतः, सः पश्यामः. परन्तु अत्र चामीकररेखाकाराभिः चञ्चलाभिः इति अस्ति इति कारणात् न तु क्रौर्यं किमपि नास्ति इति मन्ये, प्रायः उत्तमविषयः एव भवति. चामीकर इत्युक्ते बहु मनोहरः इति अर्थः. अतः पश्यामः चञ्चलचामीकररेखाकाराभिः सुवर्णस्य इति अस्ति. पश्यामः अत्र टीकायाम् एकवारं पश्यामः. संयच्छत् आकर्षन् सैन्धवस्य घोटकस्य स्कन्धौ आस्फोटयन् सान्त आस्फालयन् आस्फोटयन् सर्वम् एवमेव. विशिष्टचाकचक्युतस्य चामीकृतस्य सुवर्णस्य, ओहो, रेखाणाम् इव आकारः, सुवर्णरेखा इव रेखाः इव आकारः. ताभिः विद्युद्भिः चञ्चलाभिः विद्युद्भिः, बहु अतीव अन्धकारः आसीत् खलु तदा, तत्पूर्वतनवाक्ये अन्धतमसा इति उक्तम्, अन्धकारः आसीत्. परन्तु एतत्तु विद्युतः यदा आगच्छन्ति तदा तस्य किञ्चित् प्रकाशः भवति खलु, तदेव मनोहरः. चामीकररेखाकाराभिः चञ्चलाभिः विद्युद्भिः चमत्कारः. अन्य कोऽपि अहं अग्रेपि पठतु. यावद् एकस्यां दिशि नयने विक्षिपन्ति विक्षिपन्तौ कर्णौ विक्षिपन्ति, अस्तु उत्तमम्. कर्णौ स्फोटयन्ति अवलोकचकान् कम्पयन्ति वन्यान् त्रासयन्ति, तत्र सन्धिः भवति. वन्यान् स्त्रासयन्ति गगनं कर्तयन्ति मेघान् सौवर्ण केशेन एव कषेण सौवर्णकषेन एव घ्नति अन्धकाराम् अग्निना इव दहन्ति चमत्कारः इति चपला चमत्कारः इति तावद् अन्यस्य अपि अन्यस्याम् अपि अपरा ज्वालाजालेन एव इव जालाजालेन इव बलाः खाना वृणोति बलाः खाना वृणोति बलाः कान् आवृणोति बलाः मेघान्. खाना वृणोति स्फुरणोत्तरं स्फुरणं गर्जर गर्जनोत्तरं गर्जनम् इति परशत शतग्निग्रचार शतग्निप्रचार जन्येन इव खन्दरी खन्दर प्रतिध्वनि भिः चतुर्गुण गुणितेन महाशब्देन पर्यपूर्यत सौवर्ण्यानि अरण्यानि अरण्यानि अरण्यम् इति पदस्य अरण्यानि इति स्त्रीलिङ्गपदमपि पर्यायपदमस्ति. अतः सा अरण्यानि इति तत्र तु सः अत्र वनप्रदेशे एव गच्छन् अस्ति. इदानीं पूर्वतनवाक्ये कस्य विवरः कस्य विषयः उक्तः? विद्युतः विद्युतः विषयः उक्तः खलु. सः एव चमत्कारः. यावद् एकस्यां दिशि नयने निक्षिपन्ति कर्णौ स्फोटयन्ति अवलोचकान् अवलोचकान् इत्युक्ते नेत्रे कम्पयन्ति कर्णौ स्फोटयन्ति. यतः यदा यदा विद्युतः प्रकाशन्ते तदा बहु अत्यधिकप्रकाशः आगच्छति. विद्युतः वयमपि आकाशं द्रष्टुं न शक्नुमः. तावती तीव्रता भवति विद्युतः. अतः अवलोचकान् कम्पयन्ति अस्माकं नेत्रेषु कम्पनं भवति. कर्णौ तत्पूर्वं तदनन्तरं क्षणादनन्तरमेव गर्जनं मेघगर्जनं भवति थण्डर्. अतः तदा कर्णयोः स्फोटनं भवति. अनन्तरं पुनः वन्यान् त्रासयन्ति वन्यमृगान् सर्वान् त्रासयन्ति भाययन्ति गगनं कर्तयन्ति इव गगनमेव यदा तथा खड्गरूपेण भवति विद्युतः पतनं तदा आकाशस्य विदारणं भवति इव भवति कर्तयन्ति इव मेघान् सौवर्णकषेणैव घ्नति मेघान् सौवर्णकषेण इत्युक्ते तत् विप् अस्ति खलु तत्र तेन घ्नति इव संहरति इव अथवा घातयति इव मेघान् अन्धकारम् अग्निना दहन्ति इव अदवगतं चपला चमत्करोति. चमत्कारः इत्युक्ते झटिति झटिति एकैकस्मिन् क्षणे अपि वैविध्यं कल्पयति खलु तस्य चमत्कारः इति नाम. इदानीम् ऐन्द्रजालिकः तथा एव करोति खलु क्षणे क्षणे भिन्नं भिन्नं वस्तूनि भिन्नानि भिन्नानि वस्तूनि उत्पादयति खलु. अनन्तरं प्रतिक्षणं क्रीडां दर्शयति वैविध्यं दर्शयति. तत्तु ऐन्द्रजालिकस्य चमत्कारः. तथा एव अत्रापि विद्युतः चमत्कारः एतत् सर्वम्. अनन्तरं तावद् अन्यस्यामपि अपरा ज्वाला जालेनैव बलाः कान् आवृणोति. इदानीम् अत्र अस्मिन् पार्श्वे एक विद्युत् आगच्छति एकः भवति चेत् झटिति अपरस्मिन् पक्षे अपि अपरस्मिन् स्थले अपि विद्युत् रेखा भवितुम् अर्हति. तदा बलाः कान् इति पक्षिणः बलाः कः इति पक्षिणः तान् न बलाः कः इत्युक्ते मेघाः क्षम्यतां मेघाः एव मेघान् आवृणोति. अनन्तरं स्फुरणोत्तरं स्फुरणं यदा विद्युतः प्रकाशन्ते तस्य नाम स्फुरणम् इति. अनन्तरं झटिति अग्रिमे क्षणे गर्जनं मेघगर्जनं भवति गर्जनोत्तरं गर्जनम् इति परश्यत शतघ्नीप्रचारजन्येन इव कन्दरीकन्दरप्रतिध्वनिभिः चतुर्गुणितेन महाशब्देन पर्यपूर्यत अरण्यानि इति. अतः एवं तत्र मेघगर्जनम् एतत् सर्वं तादृशपरश्यतं शतोत्तरसहस्रम् इत्यपि वक्तुं शक्नोति. तथा भवति चेत् तादृशशतघ्निप्रचारजन्येन शतघ्नि इत्युक्ते वयं तस्मिन् दिने एकमर्थं दृष्टवन्तः. तत् किञ्चन आयुधं भवति. अन्यत् अपि अन्यः अपि अर्थः उक्तः. कः अर्थः शतघ्नि इत्युक्ते पश्यति वा इति स्मरामि महोदय वेपन् इदानीमिदानीमेव वयं पठितवन्तः रामायणवर्गे वा अत्र वा शतघ्नम् इत्युक्ते तत्तु आयुधम् इति जानीमः, टीकायां किमिति अस्ति? अत्र भिन्नः अर्थः कल्प्यते चेत् वरम्। सिलिंड्रिकल पीस ऑफ वुड स्टड्डेड विथ आयरन स्पाइक्स. अत्र पश्यामः गन् क्यानन् इत्यपि अस्ति, फायरआर्म रॉकेट. ओहो अत्र वयं तस्मिन् दिने वयम् अस्त्रम् इति तस्य अर्थः अभवत्, आयुधविशेषः इत्यपि अत्र इतोपि अस्ति, कश्चन किञ्चन आयुधमस्ति तत्र, किञ्चित् लघु गदा आकारेण भवति परन्तु तत्र तत्र शिरसः स्थलमस्ति खलु गदायाः, ताडनस्थलं, तत् सर्वत्र एवं तीक्ष्णतीक्ष्ण कण्टकानिव कण्टकाः इव भवन्ति तस्य रूपम्, अतः बहु घातः भवति तस्य प्रयोगेण, तदपि शतघ्नी इति, अतः अत्र तु कः अर्थः भवितुम् अर्हति? मिसैल् इति अपि दत्तमस्ति. अस्त्रम्, अस्त्रमेव आयुधमेव, अस्तु। मेघान् परशतशतघ्नीप्रचारजन्येनैव तत्र ध्वनिः भवति चेत् तस्य प्रहारस्य, तत्तु सर्वत्र पर्वतेषु प्रतिध्वनितः भवति सः शब्दः, अतः चतुर्गुणितेन महाशब्दः भवति, यदा प्रतिध्वनिः भवति चतुर्गुणं भवति, पर्यपूर्यत अरण्यानि। अन्ततो गत्वा एतत् सर्वं केवलम् अन्धकारस्य विद्युतः विषयः एव, परन्तु किञ्चित् पदानां शब्दजालं पश्यामः इत्येव एकैकस्य अपि अर्थः भवतु इति मम अभिप्रायः। अनन्तरं परम् अधुनापि अग्रे तस्य अनुच्छेदस्य पूर्णं पठनं भवतु, पूर्णपठनं। परम् अधुना अपि देहं वा पातयेयं कार्यं वा साधयेयम् इति कृतप्रतिज्ञः असौ शिववीरः शिववीरचरः न निजकार्यात् निवर्तते. उत्तमम्, अस्तु अग्रे सन्ध्या भगिनी। यस्याध्यक्षः स्वयं परिश्रमी कथं स न स्यात् स्वयं परिश्रमी, यस्य प्रभुः स्वयं साहसी कथं स न भवेत् स्वयं साहसी, यस्य स्वामी स्वयम् आपदो न गणयति कथं स गणयेदापदः। अन्ततो गत्वा यथा राजा तथा प्रजाः इति, अत्र प्रजाः इति स्थाने चाराः इति वदामः। यस्य च महाराजः स्वयं सङ्कल्पितं निश्चयेन साधयति कथं स न साधयेत् स्वसङ्कल्पितम्, अस्ति एष महाराज शिववीरस्य दयापात्रं चरः कथमेष किमस्ति झंझा विभीषकाभिः विभीषितः प्रभुकार्यं विगणयेत्, तदितोप्येषः तथैव त्वरितम् अश्वं चालयंश्चलति इति तु स्पष्टमेव अर्थः स्पष्टः। विभीषिका इत्युक्ते अर्थः कः इति पश्यतु, परन्तु विभीषितः भवति चेत् भीतः इति, भायितः इति भवितुम् अर्हति, एक नास्ति वा? नास्ति महोदय. आहो अस्तु, भाययति इति। अग्रे पठामि किम्? अथ किञ्चित् स्रोतसमुल्लङ्घमानोऽस्य तुरङ्गः कस्यापि दोधूयमानतरोः शाखया तथाभिहितो यथोच्छलन् भूमौ पपात, अभिहतो अभिहतो भवति यथाभिहतो यथोच्छलन् भूमौ पपात सादिनं चैकतः समपीपत। अपि पतत् तर्हि किञ्चित् स्रोतसः समुल्लङ्घमानः यः अश्वः किमपि तत्र मध्ये किमपि आसीत् स्ट्रीम् शाखा, इत्यादिकं तरोः शाखा आसीत्, तद् अनन्तरं खलु तया स्रोतः शाखया सम्पूर्णम्। अभिहतः। आम् तस्मात् पूर्वं सः स्रोतः किमपि उल्लङ्घनं कुर्वन् आसीत् स्रोतसः। किञ्चित् लघु लघु झरयः आगच्छन्ति चेत् आम् अश्वः तत्र अतिक्रम्य उल्लङ्घनं कुर्वन्ति खलु, तत् तदर्थं तथा उल्लङ्घनसमये शाखा आसीत्, तत् अभिहतः, तया अभिहतः भूत्वा तया अभिहतः भूत्वा सः भूमौ पपात उच्चलन् भूमौ पपात। सादिनं च एकतः समपीपतत्। सादिनम् तत् इति किम्? तेन अश्वेन सह, सादि इत्युक्ते अश्वारोही, ओ सादि, ओ अस्तु अस्तु, अश्वारोही अपि पतितवान् इति, युगपत् एकतः इत्युक्ते प्रायः अश्वः तं पातयामास, तत्तु सः एव अर्थः, अश्वेन सह सः अपि पतः पतितः। एकतः इति तदेव सूचयति खलु, तत्र तस्मिन् एव समये सादिनमपि पातितवान् सः अश्वः इति। एकतः इति अस्ति खलु, किन्तु तत्क्षणादेव सादि समुत्थितो वाजिनो वल्गां गृहीत्वा सचुचुत्कारं ग्रीवां पृष्ठतः चास्फोट्य अज्ञासीदयश्वः स्वेदैः स्नातोऽस्तीति। अस्तु अस्तु, अज्ञासीत् तर्हि ज्ञातवान् इति तावदेव, ज्ञातवान्। तदपि लुङ्लकारः भवति। तर्हि सः अश्वः स्वेदैः स्नातः इति अवगतवान् सः। तच्चक्षुषी विस्फार्य पार्श्वस्थपलाशिनं यावत् स्थिरयति तावत् स तडतडा शब्दम् ऊगस्थूलैः बिन्दुभिः वर्षितुम् आरब्ध मघवा परं रामकार्यार्थं प्रतिष्ठमानेन मारुतिना इव न सह्यते कार्यहानिः शिववीरचरेण। इदानीमेव अहं स्मृतवती आञ्जनेयं, तथा एव समुद्रोल्लङ्घनसमये सः तथा एव श्रीरामस्य कार्यार्थम् अहं गच्छन् अस्मि, मध्ये कोऽपि विघ्नः भवेत् इति तत्र तेषाम् आह्वानं निमन्त्रणमपि न अङ्गीकृतवान् खलु, समुद्रः सागरः सः आहूतवान् एकं दिनं यावत् अस्माकम् आतिथ्यं स्वीकृत्य अग्रे गच्छतु इति, यतः इदानीमेव पठितवन्तः बालकाण्डे सागरस्य विषयः, अतः एव सागरः इति नाम अभवत् सागरस्य कारणात्, अतः सः वदति इक्ष्वाकुवंशे एव खलु भगीरथः जातः, तस्य प्रयत्नेन एव गङ्गासागरम् आगत्य तेन सम्मिल्य अनन्तरं पातालं गच्छति, तेन मार्गेण सागरस्य मार्गेण एव गच्छति पातालम्, अतः सागरस्य कृतज्ञतां समर्पयितुं रामदूतस्य आञ्जनेयस्य कृते आतिथ्यं दातुं सः इच्छति, परन्तु तद् निवार्य अग्रे गच्छति, तथा एव एकैक मैनाकपर्वतः तत्रैव अस्ति खलु तस्मिन् समुद्रे एव, तत्र मैनाकपर्वते किञ्चित् स्थित्वा तत्र विरामं स्वीकृत्य गच्छतु इति सः अपि वदति, तदपि न अङ्गीकरोति आञ्जनेयः, तथा एषः अपि एतावन्तः विघ्नः आगताः चेदपि सः स्वामिकार्यम् आञ्जनेयः एव अहं कुर्याम् इति सङ्कल्पं स्वीकृतवान् आसीत्, अतः एव तत्सर्वं कृतवान्। भवतु अत्र स तडतडा शब्दं पूगस्थूलैः बिन्दुभिः वर्षितुम् आरब्धः मघवा मघवा इति इन्द्रः, मघव इन्द्रः सः एव खलु वृष्टेः कारणभूतः भवति, सः बिन्दुभिः पूगस्थूलैः बिन्दुभिः इत्युक्ते किञ्चित् बृहत्तेव बिन्दु इति भवति आम् चेदपि किञ्चित् आम् बृहदाकारबिन्दुभिः अतः वर्षितुम् तथापि आरब्धः मघव। तथापि शिववीरचरः कार्यहानिं न सहते. तत्क्षणमेव असौ पुनः सज्जीभूय समुत्प्लुत्य घोटकपृष्ठम् आरुरोह. अश्वस्य कृते अपि किञ्चित् विरामः भवतु इति किञ्चित् सः चिन्तितवान्, परन्तु वृष्ट्यारब्धः भवति अतः गच्छति। घोटकश्च पुनः पुनस्त्वरितगत्या प्रचलितः. यदा यदा विद्युत् विद्योतते तदा तदा पन्था अवलोक्यते. तदनुसन्धानेनैव वाहोऽयं शिलातलानि परिक्राम्यन् लताप्रतानानि त्यजन् श्रोतांस्युल्लङ्घमानः गर्तांश्च परिजहद् उच्चचाल. तद् यदा यदा विद्युत् प्रकाशते स्म तदा मार्गः दृश्यते. तदनुसन्धानेनैव वाहोऽयम् इत्युक्ते सः यः अश्ववाहः इत्युक्ते अश्वे यः रैडर् वाहः इत्युक्ते अश्वः वाहः अथवा एषः अपि भवितुम् अर्हति। वाहः इत्युक्ते अश्ववाहि अपि भवितुम् अर्हति। रैडर् अपि तर्हि लताप्रतानानि त्यजन् श्रोतांसि गर्तांश्च परिजः उच्चचाल सर्वं इत्युक्ते मार्गं पश्यन् गतवान् सः. तावद्दूरतः एव आलोक्यत तोरणदुर्गदीपः. इतश्च चरः चरस्य एतस्य दृढप्रतिज्ञतां निर्भीकतां सोत्साहतां स्वामिकार्यसाधनसत्यसङ्कल्पतां च परिनिपुणं निरीक्ष्य तच्छाकायां परीत आसीत् वा पूर्वतनपृष्ठे किमिति आसीत्? परीत् दीर्घः निपुणं निरीक्ष्य अत्र निपुणम् इत्युक्ते अर्थः सम्यक् इति। परीनिपुणं निरीक्ष्य इति सम्यक् निरीक्ष्य इति अर्थः। अस्तु तच्छाकायामेव कानिचित् निजवस्तूनि वस्तून्यासज्य वस्तूनि आसज्य दक्षिणकरधृतरश्मिः अश्वं शनैः शनैः परिभ्रमयितुम् आरेभे. अश्वश्च फेनान् पातयन् कन्धराम् उद्धूनयन् हेषारवैश्चिरपरिश्रमं प्रकटयन् प्रस्यन्दजलसिक्तभूभागः समुत्सृष्टपुरीष पुरीषः शुष्कश्वेदः क्षम्यतां शुष्कस्वेदः मुहूर्तार्धेनैव विस्मृतपरिश्रमः सगतिस्तम्भं खुराग्रैः भूमिम् उत्खनन् कर्णावृत्तं भयन् इत्युक्ते किं कर्णावृत्तं भयन् न कर्णौ उत्तम भयन् कर्णौ कर्णावृत्तम् अस्तु कर्णौ उत्तम भयन् लाङ्गुलं लोलयन् सादिनो दक्षिणदेशे पृष्ठं निकटयन् पुनरेव पुनरेनं वोढुं परतो धावितुं च समीहां समसूसुचत. ओहो सूचयति अत्र तस्य किञ्चित् अर्थस्य विवरणं प्राप्तव्यं चेत् पुनः एकवारं तद्वाक्यं पठामः। निपुणं निरीक्ष्य तच्छाखायामे तस्य कानिचिन् निजवस्तूनि आसृज्य आलम्ब्य इति तत्र आलम्बय्य अनन्तरं दक्षिणकरधृतरश्मिरश्वं रश्मिः दक्षिणकरे रश्मिः तत् रज्जुः अस्ति खलु रज्जुं स्वीकृत्य अश्वं शनैः शनैः परिभ्रमयितुम् आरेभे तत्र वाह तस्य अश्वारोहणं न कृतवान् केवलं रश्मिं गृहीत्वा तस्य तथा एव किञ्चित् मन्दं मन्दं चालितवान् अश्वम् इति अश्वश्च फेनान् पातयन् फेनान् इत्युक्ते तस्य मुखात् आगच्छति खलु तत् फोम् भवति खलु बहु कष्टेन धावन् कार्य तत्र निम्नोन्नतप्रदेशेषु आरोहन् अवरोहयन् तथा आगतं खलु, तस्यापि बहु श्रान्तता अस्ति इति कारणात् फेनं फेनं भवति मुखात्, तत् पातयन् कन्दरां कन्धराम् उद्धूनयन्, कन्धराम् इत्युक्ते कण्ठः, अनन्तरं हेषारवैः चिरपरिश्रमं प्रकटयन् प्रस्यन्दजल सिक्तभूभागः, इत्युक्ते सन्दन् अस्ति, सन्दत् अस्ति जलं, तत्र भूभागः किञ्चित् आर्द्रः अस्ति, अतः तत्र समुत्सृष्टपुरीशः, तस्यापि किञ्चित् मलजलानां बहिः आनयनं भवति खलु, तत्सर्वं कृत्वा शुष्कस्वेदः, तस्य स्वेदस्य शुष्कता भवति, मुहूर्तार्थेन एव विस्मृतपरिश्रमः, तावान् विरामः पर्याप्तः आसीत् तस्य कृते, अतः मुहूर्तेनैव मुहूर्त अर्धमुहूर्तेन एव विस्मृतपरिश्रमः, सगति स्तभं, स्तभम् इत्यस्य अर्थः किम्? अवरोधं समति स्तम्भं, तत्र मकारः एव न दृश्यते, अतः एव मम सन्देहः अभवत्, सगति स्तम्भं सचलना अवरोधम् अस्तु, कुराग्रैः भूमिम् उत्खनन्, किञ्चित् वेगस्य मान्द्यं कृतवान् इति, अश्वः मे वेगं किञ्चित् न्यूनीकृतवान्, कुराग्रैः भूमिम् उत्खनन्, कर्णौ उत्तम्भयन्, कदाचित् साधारणतया एकरीत्या एव भवति कर्णौ भवतः, परन्तु कदाचित् किञ्चित् शब्दः, विशेषशब्दः कुत्रचित् आगच्छति चेत्, कुतश्चित् आगच्छति चेत् तस्य कर्णौ एवं भवति, तत् शब्दस्य ग्रहणं कर्तुं किञ्चित् अवधानेन, अतः तथा एव खलु मृगाणां चलनं सर्वदा, हरिणाः भवन्ति तत्र एवं, तत्र यत्र कुत्रापि क्रूरमृगाः आगच्छन्ति चेत् केवलं तेषां पादचलनशब्देन एव हरिणाः जागरूकतां प्राप्नुवन्ति, अस्माकं गृहे अत्र हर्षि मध्ये अस्माकं लान् मध्ये सर्वदा प्रायः सप्ताहे त्रिवारं यावत् हरिणाः चलन्तः एव भवन्ति, बहु उत्त सुन्दरदृश्यं पदे पदे भवति इदानीं दिनद्वयात् पूर्वम् अत्र बहु हिमपातः अपि आसीत्, बहु इति न किञ्चित् तत्र हिमपातः आगच्छन् आसीत्, तदा हरिणाः समूहरीत्या अस्माकं गृहे गृहात् बहिः पृष्ठतः गच्छन्तः एव आसन्, बहु सम्यक् आसीत् दृश्यम् अस्तु, अत्र किञ्चित् डैग्रेशन् अभवत् क्षम्यतां सगति इदानीं कर्णौ उत्तम्भयन् लाङ्गुलं लोलयन् साधिनः दक्षिणदेशे पृष्ठं निकटयन् साधिनः दक्षिणदेशे पृष्ठं निकटयन् अस्तु, पुनः एनं वोढुं परतः धावितुं च समीहां समसुसु चेत्, किञ्चित् कालं यावत् पार्श्वे एव चलनस्ति मन्दं मन्दं, पुनः किञ्चित् श्रमपरिहारः अभवत् इति कारणात् साधिनः दक्षिणदेशे पृष्ठं निकटयन् पुनः अहम् इदानीं पुनः धावनं कर्तुं शक्नोमि इति तस्य ईहाम्, ईहाम् इत्युक्ते इच्छाम्, इच्छां सूच ससूचयत् असूचयत् अथवा असूसूचत् अस्तु, समयः कः इतोपि अस्ति किम्? पठ्यते वा पुनः? आम्, तावद् अकस्मात् पूर्वस्याम् अतिरक्ताति प्रलम्बा प्रलम्बा अतिभयानका स कडकडा शब्दं सौदामिनी समदेदीप्यत, पुनः विद्युत् तत् चमत्कारचकितं चाश्वमेष यावत् स्थिरयति अश्वमेष यावत् स्थिरयति तावत् सः तडतडा शब्दं पूगस्थूलैर्बिन्दुभिः वर्षितुम् आरब्ध एतत् सर्वं पठितं खलु पुनः एकवारं कथम् आगच्छति? अत्र अत्र पुनः लिखितमस्ति महोदय, तदेव तदेव वा? तदेव अत्र लिखितमस्ति. आम्, दीपः न न केवलं कानिचन वाक्यानि एव तत्र सन्ति इति मन्ये. तडतडा शब्दं पूगस्थूले बिन्दु वर्षितुम् आरब्धः मघवा प्रतिष्ठमानेन मातुनेव सह्यते कार्याणि शिविरवरेण. घोटकपृष्ठम् इतः प्रारम्भः भवति. तत् क्षणम् एव असौ तदपि अभवत् अभवत् एतत् सर्वं तदेव अभवत्. आमाम्, अस्तु अधोभागं पठामि. तावत् दूरतः एव आलोक्यत तोरणदुर्गदीपः इतश्च चरस्य एतस्य दृढप्रतिज्ञताम् एतदपि अभवत् निर्भीकताम् अभवत् महोदय. च परीक्ष्यैव प्रशशामवृष्टिः. ओ वृष्टिः प्रशशाम, अतः इदानीं सम्यक् अस्ति. वृष्टिः स्थगितः इति प्रशशाम इति. आम्, अम्लबलेन दुग्धमिव च खण्डशः अभूत् मेघमाला, ओ तदृशे च पूर्वस्यां कलानाथः. पूर्वस्यां फलानाथः सूर्योदयः भवति इति मन्ये. न, चन्द्रः कलानाथः ओ कला यस्य अस्ति. चन्द्रः वा, ओ अहं चिन्तितवती. अस्तु अस्तु, ओ अतः एव प्रकाशः. आम् आम्, अम्लबलेन दुग्धमिव इत्युक्ते अर्थः दुग्धमिव इति उत्तम तत्र उपमा. दुग्धे यदि आम्लं किमपि स्थापयामश्चेत् तस्य किं ओ तत्र किञ्चित् किं भवति वदामः इति भवति खलु, छेदः भवति, खण्डः क्षीरस्य समानता न भवति, किञ्चित् मध्ये मध्ये छेदः भवति. ओहोहो, अतः एव इदानीं रसगुल्ला कर्तुमपि तथा एव कुर्वन्ति खलु. सन्ध्या भगिनी सम्यक् जानीयात्. अस्तु, अम्लबलेन दुग्धमिव खण्डशः भवति, मेघमालायाः खण्डाः भवन्ति इति. तत्र पनीर् इति यदा वयं कुर्मः तस्य तस्य विषयः किल, अम्लबलेन दुग्धम्. फलानाथः इत्युक्ते चन्द्र, अहं फलानाथः इति पठितवती ततः एव मम भ्रमः. फलानाथः चन्द्रः एव. अथ क्षणेन एव पार्वतनदीवेग इव निर्जगाम झञ्झावात वातोत्पातः अपि. निर्जगाम, स झञ्झावातः ततः गतः. ततः नूतनवारिधारा क्षालन प्रकटितपरमहारयित्यानां हारित्यानां नूतनवारिधार जलधार क्षालन प्रकटित परम हारित्यानां हारिति हारित्यानां परस्कोटिकीरपटल परितानां इव समवालोक्यत लोचन रोचिका शोभा पलाशिनां. काचन शोभा पलाशिनां, शोभा नाम वृक्षाणां शोभा. तत्र किञ्चित् टीकायामेव पश्यामः. पार्वतनदीवेग इव इति इवेति ततः लोचनरोचिका नेत्रानन्ददायिनी पलाशिनां वृक्षाणां शोभा समवालोकयत् अवालोकयत् इति सम्बन्धः. तर्हि तत्र एषः हारित्या इत्यस्य अर्थः अत्र हरिपाति इति हिन्दीभाषायां दत्तमस्ति भगिनि. किमिति नवीन जलधारा से धूले होने के कारण ओहो हरियाली को प्रकट करने वाले। हरित्यम, ओहो हरित्यम इत्युक्ते हा अस्तु अस्तु हरितस्य भावः, हरितवर्णस्य भावः अस्तु हरिदूर्णता, उत्तमम् हरित्यम। ओ समालोचन रोचिका शोभा पलाशिनाम सादी च चञ्चत् चञ्चच्चन्द्रचमत्कारेण द्विगुणितो उत्साहः भूद्वाररोधो मद्गमनात् पूर्वमेव इति सत्वसत्वः तस्य पिधानम् अभूत् इति पूर्वमेव इति सत्वरसत्वरः झिल्लीरवमिश्रितकवचसिञ्चितः वार्षवारिव्रजविधूतस्वेदबिन्दुसन्दोहः साधुवादसंवर्धितहेषमाणहयोत्साहः सपदि सपदि सपद् सपदि एव इव तोरण सपदि एव सपदि एव तोरणदुर्गयामिकापादचारपरिमत् परिमर्दितायां भुवि समाजगामः। तस्य स्थितिः वदति अस्तु एतत् सर्वं निवार्य अग्रे अग्रे गत्वा तत्र भूमिं दुर्गस्य द्वारस्य रोधः बाहुबलि यथा भवति यदा भवति तत्पूर्वमेव गन्तव्यमिति वेगेन गतवान् अश्वं चालयित्वा आम् सत्वरसत्वरः झिल्लीरिव मिश्रितकवचशिञ्जितः तत्र झिल्लीरिव इत्युक्ते झिल्ली इति क्रिकेट्, किञ्चन कीटानि भवन्ति खलु हाँ तत्र रवमिश्रित तादृश कवच एतत् कवचं तु लोहकवचं भवति अतः एव तत्र ध्वनिः अपि भवति झिल्लीरवः इव तेन पूर्णि तादृशध्वनियुक्तः सः वार्षवारिव्रजविधूत वार्ष इत्युक्ते वृष्टि वारि जलं वृष्टिजलं तत्र ब्रजविधु समूहः तेन विधूत स्वेद बिन्दुसन्दोह स्वेदबिन्दुसन्दोहः अस्तु साधुवादसंवर्धितहेयमाणहयोत्साहः हेषमाणः इति हयस्य अपि उत्साहः भवति अतः हेषां करोति सः सपदि एव तोरणदुर्गयामिकपादचारपरिमर्दितायां भुवि समाजगमम् यामिक इत्युक्ते ये रात्रौ प्रयाणिकाः भवन्ति तेषां पादचारपरिमर्दितायां पदे पदे चलनं भवति इति कारणात् मार्गस्य अपि सम्यक् मर्दनं भवति तस्मिन्नेव मार्गे गत्वा तद्भुवि समाजगामः अत्र वयं विरमामः इति मन्ये अत्र किञ्चित् चिन्त्यतां सर्वैः यत् चतुर्थः निश्वासः पूर्णतया पठितः भवति चेत् तत्र स्थगयित्वा अन्यत् किमपि पठामः इदानीम् एतस्य कवेः शैल्याः कथायाः अपि सम्यक् परिचयः अभवत् अतः अन्यत् किमपि पठामः एतद् ग्रन्थं केवलं प्रथमभागः इति श्रुतं मया लक्ष्मीनारायणमहोदयः दृष्टवान् इति मन्ये अग्रिमभागः इत्युक्ते तत् पूर्णतया पठितुं बहुकालः भवति इदानीम् अनुभवः परिचयः अभवत् इति कारणात् अग्रे अन्यत् किमपि पठामः किञ्चित् चिन्तयन्तु यावत् एषः निश्वासः पूर्णया पठितः भवति पूर्णतया चिन्तयन्तु किं पठामः इति केनापि उक्तं रघुवंशं पठामः इति कालिदासस्य किमपि पठामः वा इति किमिति किञ्चित् चिन्तयन्तु लक्ष्मीनारायणमहोदय भवान् किमपि उक्तवान् वा सूचितवान् वा कादम्बरी तत्र कादम्बर्याः कश्चन भागः तत्रत्य शैली भिन्ना भवति तत्रापि वर्णनमेव अधिकं परन्तु अतिदीर्घसमासाः भवन्ति अत्रापि सन् अस्ति एव अत्र साधुवादसंवर्धितः शमाणः अयोत्साहः इत्युक्ते समासः एव चिन्तयन्तु। अस्तु, इदानीं शान्तिमन्त्रं वदामः। ॐ ॐ सर्वे सर्वे भवन्तु भवन्तु सुखिनः, सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्। ॐ शान्तिः शान्तिः शान्तिः।